नमस्सर्वेभ्यः अस्माकं व्याकरणवर्गे भवतां सर्वेषां स्वागतम्। अस्माकं विषयः अस्ति प्रेरणार्थे निचि, तत्र शुरादिगणीय अदन्तधातूनां विषये चिन्तनं जायमानमस्ति। शुरादिगणे त्रिनवतिधातवः सन्ति ये अदन्ताः, इत्युक्ते तत्र अन्ते यः ह्रस्व अकारः वर्तते सः अनुनासिकः नास्ति, इत्सम्यकः नास्ति, अतः ह्रस्वकारः तिष्ठति। उदाहरणार्थं कत, गृह, गण, क्षिप इत्यादयः। यदा तत्र एतादृशधातुभ्यः निष्प्रत्ययस्य विधानं भवति तदानीम् अतोलोपः इत्यनेन ह्रस्वकारस्य लोपः जायते। निष्प्रत्ययः अर्धधातुकप्रत्ययः, अर्धधातुकप्रत्यये परे ह्रस्वकारस्य लोपः जायते, तदानीं कत्योगः णिच् इति स्थितौ तत्र यः अकारस्य लोपः जातः सः अकारः स्थानिवद् भवति वा इति प्रश्नः। अतः परस्मिन् पूर्वविधौ इति सूत्रेण स्थानिवद् भवति इति अस्माभिः चर्चितम्। अचः परस्मिन् पूर्वविधौ इति सूत्रस्य अर्थः अस्ति यत्र अच्वर्णस्य स्थाने आदेशः जायते सः अजादेशः परनिमित्तिकः, तादृश अजादेशस्य निमित्तं परं वर्तते, तादृश अजादेशः स्थानिवद्भवति। कदा भवति इति चेत् पूर्वविधौ कर्तव्ये, इत्युक्ते यत्र अजादेशः जातः तस्मात् दैशिकरीत्या पूर्वं किमपि कार्यं प्रसक्तं चेत् तादृशकार्यस्य कृते अजादेशः स्थानिवत् भवति। तर्हि स्थानिवत् यदा भवति कत्योगः णिच् इति प्रसङ्गे, कत् इत्यत्र उपधायां ह्रस्व आदौ कत इति अस्ति, तत्र अतोलोपः इति सूत्रेण अच्वर्णस्य लोपः, तकार उत्तरवर्ति अकारस्य लोपः जायते। अतो लोपः इत्यत्र यः अजादेशः ह्रस्वकारस्य लोपादेशः सः आदेशः परनिमित्तिकः, यतोहि अर्धधातुकप्रत्यये परे एव तादृश अकारस्य लोपः भवति, अतः अजादेशः परनिमित्तिकः। इदानीं पूर्वविधिः अस्ति अत उपधायाः, अत उपधायाः इत्यनेन उपधायां वृद्धिः स्यात् तत्र णिचि परे। तर्हि इदानीम् एतादृशप्रसङ्गे पूर्वविधिः अस्ति अतोपदायः इति, तादृशपूर्वविधौ कर्तव्ये अतोलोपः इत्यनेन यः अजादेशः लोपादेशः जातः सः आदेशः स्थानिवद् भवति। अतः इदानीम् अतोपदायः इति सूत्रं कार्यार्थम् आगच्छति चेत् तदानीं तत्र तकार उत्तरवर्ति अकारं पश्यति, अकारं दृष्ट्वा इदानीम् उपदायां तकारः वर्तते न तु अकारः इति कृत्वा अतोपदायः इत्यस्य कार्यं न भवति इति तत्सर्वम् अस्माभिः ज्ञातम्। तर्हि इदानीम् अस्माकं प्रश्नः अस्ति, अस्माभिः अच स्थानिवतादेशो अनल्विदौ इति सूत्रमपि पठितं, तर्हि अत्र अस्मिन् प्रसङ्गे स्थानिवतादेशो अनल्विदौ इति सूत्रेण किमर्थं स्थानिवद्भावः न स्यात्, किमर्थम् अचः परस्मिन् पूर्वविधौ इति सूत्रस्य सूत्रम् आवश्यकम् इति प्रश्नः। तदर्थं गतवर्गे किञ्चित् अस्माभिः चिन्तितम्, परन्तु पुनः अत्र करपत्रे किं लिखितमस्ति तदेकवारं वयं पठामः। किमर्थम् अचः परस्मिन् पूर्वविधौ इति विशिष्टसूत्रस्य आवश्यकता वर्तते, स्थानिवतादेशौ अनल्विदौ इत्यनेन एव साधयितुं शक्नुमः वा इति अत्र प्रश्नः। तर्हि इदानीं कत् योगः णिच् इति प्रसङ्गे अत्र शोभगिनी वदतु, अत्र स्थानिवतादेशौ अनल्विदौ इत्यनेन स्थानिवद्भावः शक्यते वा? अस्तु भगिनि, कत्योगः णिच् इत्यत्र स्थानिवत् भावः भवति वा इत्युक्ते तत्र अत उपधायाः इति सूत्राय स्थानिवद्भावः भवति वा इति खलु भगिनि? आम् अस्तु, स्थानिवद्भावः न भवति यतोहि पूर्वस्मिन् वर्गे चर्चितवन्तः स्थानिवतादेशो अनल्विधौ इति सूत्रं कार्यप्रवर्तनाय न तु विधानाय इति, तदेव निषेधाय एतत्तु अस्ति, तत्तु अस्ति। प्रथमतया स्थानिवतादेशो अनल्विधौ इत्यस्य प्रसक्तिः कदा भवति? स्थानिवतादेशो अनल्विधौ इति सूत्रं सामान्यसूत्रमस्ति, कदा भवति इत्युक्ते यत्र स्थानिवत् आदेशः इत्युक्ते स्थानी प्रथमं स्थानी इति यत्र अभवत् तदनन्तरं तस्य स्थाने कोऽपि आदेशः अभवत् स च आदेशः तदनन्तरम् अनल् विधौ इति दत्तं कदा भवति इत्युक्ते एकक्षणं भगिनि स्थानी तदनन्तरम् आदेशः इदानीं स्थानिनः अल्वर्णम् आश्रित्य कोऽपि कार्यं विधिः भवितुमर्हति चेत् तत्र स्थानिवत् भवति इति विषयः अस्ति तेन न एकक्षणं स्थानिनीयः अल्वर्णः अस्ति तम् आश्रित्य प्रवर्तते चेत् स्थानिवत् भवति वा न भवति क्षम्यतां तत्र अनल् विधौ इति उक्तत्वात् न भवति स्थानिवत् यः अल्वर्णः अस्ति तम् आश्रित्य विधिः भवति चेत् तत्र तृतीयकाले विधिसूत्रेण तर्हि न भवति यतोहि अनल् विधौ अस्ति इति कृत्वा अस्तु इदानीं सिद्धान्तः कः इति भवत्या प्रतिपादितं सम्यक् तर्हि इदानीं कत्योगः णिच् इति प्रसङ्गे यद्भवती उक्तवती तस्य आधारेण कत्योगः णिच् इति प्रसङ्गे क्रमेण स्थानिकः आदेशः कः तृतीयकाले विधिसूत्रं किं विधिसूत्रं किम् अल्विधिः वा अनल्विधिः वा किम् इति एकवारं परिशीलयतु अस्तु कत्योगः णिच् इत्यत्र तत्र प्रथमं स्थानी कः इत्युक्ते तत्र कथा योगः णिच् इति पूर्वम् आसीत् तत्र कथा इत्यस्य अन्त्य अकारः एव स्थानी भवति कथायोगः णिच् इति स्थित्यां तदनन्तरम् अतोलोपः इति इदानीं द्वितीयकाले अतोलोपः इत्यनेन कथा इत्यस्य अन्त्य अकारस्य लोपः भवति स च लोपः एव आदेशः अजादेशः इति उच्यते अपि च तत्र कथायोगः णिच् इत्यत्र परनिमित्तक अजादेशः इत्युक्ते तत्र परं णिच् इति एकक्षणं परनिमित्तिकः णिच् इति कस्य सूत्रस्य कृते परनिमित्तिकः अजादेशः इति तादृशचिन्तनं अकारलोपः परन् अस्तु अजः परस्मिन् पूर्वविधौ इत्यस्य कृते तत्र नास्ति कथायोगः णिच् इत्यत्र केवलम् अतो लोपः इत्यनेन अजादेशः भवति अजादेशः तत्र अकारस्य लोपः एव अजादेशः इदानीं कत् योगः णिच् इति प्राप्तम् अस्माभिः एतावता तत् स्थानीयासीत् तस्य स्थानिनः आदेशः अभवत् अतो लोपः इत्यनेन द्वितीयकाले अजादेशः अभवत् इदानीं तृतीयकालस्य विषयः तत्र कत् योगः णिच् इत्यत्र अत उपधायाः इति सूत्रस्य प्रसक्तिः भवति यतोहि तत्र उपधायाः अतः इति वृद्धिः भवति इति सूत्रस्य आशयः अतः तत्र कत् इत्यत्र उपधायाम् अकारः अस्ति अपि च तस्य णिचि परे अस्मिन् प्रसङ्गे वृद्धिः भवितुम् अर्हति किन्तु न भवति यतो तत्र इत्युक्ते भवत्याः प्रश्नः स्थानिवत् आदेशो अनल्विधौ इत्यनेन भवति वा इति प्रश्नः वा भगिनि मम प्रश्नः स्थानिवत् आदेशो अनल्विधौ इत्यनेन भवति वा अल्विधिः वा अनल्विधिः वा इति परिशीलयतु हा तत्र स्थानिवत् आदेशो अनल्विधौ इत्यनेन भवति वा इति चेत् तत्र अल्विधिः अस्ति चेत् न भवति अत्र इदानीं कत् योगः णिच् इत्यत्र अल्विधिः नास्ति अलाश्रितविधिः नास्ति यतोहि तस्य अत उपधायः इत्यस्य निमित्तम् अस्ति उपधायाम् अकारः भवेत् इति तादृशः अतः वृद्धिः भवति तत्र इदानीं अत उपधायाः इत्यस्य परनिमित्तं किमस्ति तत्र निति प्रत्ययपरे इति निमित्तं पूरितम् उपधायां कत् इत्यत्र अकारः अस्ति उपधायां परप्रत्ययः णिच् अस्ति यत् णित् इति अस्ति तावदेव अपेक्षितम् अतोपधायाः इत्यस्य कृते, अतः भवितुम् अर्हति तत्र भवितुम् अर्हति। अतः अतोपधायाः इति सूत्रम् अल्विधिः वा अनल्विधिः वा? अनल्विधिः, यतोहि तत्र अल्विधिः इत्युक्ते स्थानिनः अलाश्रितविधिः इति। तत्र स्थानिनः अल् आश्रितविधिः अस्मिन् प्रसङ्गे नास्ति खलु, भवति स्म, यतोहि तत्र कथा योगः निच् इति अस्ति चेत् तस्य सूत्रस्य कार्यं न भवति, कत् योगः णिच् इत्यत्र अल्विधिः नास्ति। सम्यक् सम्यक्, बहु सम्यक्। अल्विधिः नास्ति, अतः स्थानिवत् आदेशो अनल्विधौ इति भवति वा न वा स्थानिवद्भावः? स्थानिवद्भावः भवति यतोहि अनल्विधिः अस्ति। हा तावदेव, बहु सम्यक्। तर्हि स्थानिवत् आदेशो, सम्यक् सम्यक्, तर्हि स्थानिवत् आदेशो अनल्विधौ इत्यनेन स्थानिवद्भावः शक्यते, यतोहि अतोपदायः इति सूत्रम् अल्विधिः एव नास्ति। किमर्थम् अल्विधिः नास्ति इति चेत्, स्थानिनि यः अल्वर्णः अस्ति अकारः, तादृश अकारं निमित्तीकृत्य अतोपदायः प्रवर्तते इति नास्ति। अतोपदायः इति सूत्रस्य कार्यार्थम् उपदायां ह्रस्व अकारः अपेक्षितः, अनन्तरं निच् प्रत्ययः परः अपेक्षितः अस्ति, अजादेशस्य अपेक्षा नास्ति, अन्ते कत इत्यत्र तकार उत्तरवर्ति अकारस्य अपेक्षा एव नास्ति सूत्रस्य प्रवर्तनार्थम्। अतः स्थानिनि यः वर्णः अस्ति तम् आश्रित्य अतोपदायः प्रवर्तते इति नास्ति इति कृत्वा अतोपदायः इति सूत्रम् अल्विधिः एव नास्ति, अनल्विधिः अस्ति। अनल्विधिः चेत् स्थानिवद् आदेशो अनल्विधौ इति स्थानिवद्भावः स्यात्, परन्तु तथापि अत्र अस्मिन् प्रसङ्गे स्थानिवद्भावः स्थानिवत् आदेशो अनल्विधौ इत्यनेन न भवति, परन्तु अचः परस्मिन् पूर्वविधौ इत्यनेन एव भवति। किमर्थम् इति चेत्, स्थानिवत् आदेशो अनल्विधौ इति सूत्रेण स्थानिवद्भावः तदा एव भवति यदा स्थानिवद्भावेन कस्यचित् सूत्रस्य प्रवृत्तिः भवति। इदानीम् अत्र स्थानिवद्भावः स्वीक्रियते चेत् अत उपादायः इति सूत्रस्य निषेधः जायते, यतोहि इदानीम् उपादायाम् अकारः एव न भवति, सकार उत्तरवर्ति अकारः यः अजादेशः सः स्थानिवद् भवति चेत् स्थानिवद् आदेशो अनल्विधौ इत्यनेन, तर्हि तदानीम् अत उपादायः इत्यस्य कार्यस्य निषेधः जायते। इदानीम् उपादायाम् अकारः एव नास्ति इति कृत्वा अत उपादायः इत्यस्य प्रवृत्तिः न भवति। एतादृशसन्दर्भेषु यत्र प्रवृत्तिः न भवति, यत्र सूत्रस्य निषेधः भवति, तृतीयकाले यत् सूत्रं तस्य निषेधः यत्र भवति, तादृशसन्दर्भेषु स्थानिवदादेशो अनल्विधौ इत्यनेन स्थानिवद्भावः न भवति, तदेव अशास्त्रीयम् इति वदामः। अभावकार्यम् अस्ति चेत्, निषेधकार्यम् अस्ति चेत् अशास्त्रीयम्, अशास्त्रीयम् अस्ति चेत् स्थानिवदादेशो अनल्विधौ इत्यनेन स्थानिवद्भावः न भवति इति एव वार्ता। स्थानिवदादेशो अनल्विधौ इत्यनेन स्थानिवद्भावः तदा एव भवति यदा अनल्विधिः अस्ति, अपि च यत्र तृतीयकाले यद् विधिसूत्रमस्ति तस्य प्रवृत्तिः भवति, न तु निषेधः। यदा तस्य निषेधः भवति तदानीं स्थानिवदादेशो अनल्विधौ इत्यनेन स्थानिवद्भावः न भवति, तदर्थम् अचः परस्मिन् पूर्वविधौ इति सूत्रस्य अपेक्षा वर्तते यथा अस्मिन् प्रसङ्गे। तर्हि इदानीम् एतदुक्त्वा इदानीं करपत्रे यद् दत्तमस्ति तद्वयं परिशीलयामः अत्र किं किम् अस्ति इति। अस्तु, इदानीम् अत्र अतोपदायः इत्यनेन यः वृद्धि आदेशः, अयं विधिः अल्विधिः अस्ति किम् इति ततः आरभ्य पठामः। तत्र विजयलक्ष्मी भगिनी पठतु। न प्राप्तं भगिनि, न अधोभागे अतोपदायः इति सूत्रस्य अनन्तरम् इत्यनेन यः वृद्धि आदेशः तर्तः वा? आमाम्। अत उपधायाः इत्यनेन यः वृद्धि आदेशः, अयं विधिः अल्विधिः अस्ति किम्? यस्य स्थानिवद्भावः क्रियते सः कः? कथ धातोः थकारोत्तरवर्ति अकारः, अल्विधिः नाम पूर्वं यः स्थानी आसीत्, कथ धातोः धात्वन्तः अकारः, अल् किम् आसीत् स्थानी आसीत् तस्य च अकारस्य अस्मिन् वृद्धिकार्ये निमित्तत्वम् अस्ति किम्? अत उपधायाः इत्यस्य यत् कार्यं वृद्ध्यादेशः तं वृद्धिं प्रति धात्वन्ताकारः निमित्तम् अस्ति किम्? तर्हि अस्य सूत्रस्य निमित्तानि कानि? उपधायाम् अत् वर्णः परश्च ञित् नित् प्रत्ययः चतुर्भिः प्रकारैः निमित्तत्वं सम्भवति अलाविधिः तृतीया तत्पुरुषः अलः विधिः पञ्चमी तत्पुरुषः अलः विधिः षष्टि तत्पुरुषः अलिविधिः सप्तमी तत्पुरुषः अलाविधिः स्थानिवद्भावानन्तरं यः अकारः आगतः तम् अकारं निमित्तीकृत्य वृद्धिः जायते वा? नास्ति। अलः विधिः तस्मात् एव धात्वन्त अकारात् परं कार्यं क्रियते वा? न। अलः विधिः तस्य च अकारस्य स्थाने कार्यं क्रियते वा? न हि। स्थानिवत् अभावेन स्थानिवत् भावेन यः अकारः आगतः तस्मिन् परे कार्यं क्रियते वा? तदपि नास्ति। स्थानिवद्भावेन यः अकारः स च निमित्तीभूतो नास्ति, अतः अल्विधिः नास्ति। कुतः आरभ्यते? अत उपधायाः इत्यनेन यः वृद्धि आदेशः अयं विधिः अल्विधिः अस्ति किम्? प्रश्नः अस्ति अत्र अत उपधायाः इति सूत्रस्य प्रवृत्तिः भवति वा न वा, तत् अल्विधि अस्ति वा न वा इति चिन्तनम् अत्र क्रियते। यस्य स्थानिवद्भावः क्रियते सः कः? अत्र अल्विधि अकारः कथ इत्यत्र अन्तिम अकारः अत्र स्थानी अस्ति, तस्य स्थानी तस्य अकारस्य अतोपः इति सूत्रेण अकारस्य लोपः भवति, तत् स्थानी यः अस्ति तस्य आदेशः लोपादेशः इति अवगम्यते। तस्य च अकारस्य अस्मिन् वृद्धिकार्ये परे वृद्धि प्रत्ययः भवति चेत् निति निति इति प्रत्ययः भवति चेत् तत्र वृद्धिकार्यस्य निमित्तानि पूरितानि, तदा अन्तिम कथ इत्यत्र अन्तिम अकारस्य लोपः क्रियते अतो लोपः इति सूत्रेण। इदानीं प्रथमकाले अकारः स्थानी अस्ति, द्वितीयकाले अतो लोपः इति सूत्रेण अकारस्य लोपः अभवत्, इदानीम् अकारस्य लोपानन्तरं तृतीयकाले अत उपधायाः इति सूत्रस्य प्रसक्तिः अस्ति, यतोहि हलन्त किम् अङ्गम् अस्ति कथ् इति, अपि च ङिति निच् प्रत्ययः, निच् प्रत्ययः इत्यत्र नित् भवति, नकारस्य इत् संज्ञा अस्ति, अतः निमित्तानि पूरितानि। कथ् इत्यत्र उपधायाम् अकारः अपि अस्ति, अतः अत उपधायाः सूत्रस्य प्रवृत्तिः स्यात् यतोहि सर्वाणि निमित्तानि पूरितानि. परन्तु स्थानिवत् आदेशो अनल् विधौ इति सूत्रस्य चतुर्भिः प्रकारैः कार्यं भवितुम् अर्हति. वयं पूर्वं दृष्टवन्तः चतुर्भिः प्रकारैः इत्युक्ते तृतीया तत्पुरुष अलाविधिः, पञ्चमी तत्पुरुषः अल् विधिः अलः विधिः, षष्टि तत्पुरुषः अलः विधिः, अपि च सप्तमी तत्पुरुषः अलिविधि इति चतुर्भिः प्रकारैः निमित्तानि किं निमित्तत्वं सम्भवति. अत्र अस्मिन् प्रसङ्गे अलाविधिः इति स्थानिवत् भावानन्तरं यः अकारः आगतः तस्य अकारस्य वृद्धिः अलाविधिः इति दृष्ट्या कर्तुं शक्यते वा? अलाविधि इति इण्टर्प्रिटेशन् स्वीकृत्य कर्तुं शक्यते वा? न शक्यते. अनन्तरम् अलः विधि पञ्चमी तत्पुरुषः इति इण्टर्प्रिटेशन् संस्कृते कथं वक्तव्यं भगिनि? किमर्थम् इण्टर्प्रिटेशन् इति वदति? तत्र अल्विधिः चतुर्भिप्रकारैः विग्रहवाक्यं तत्र सत्यं विग्रहवाक्यं यदि वयं अलः विधिः इति पञ्चमी तत्पुरुष स्वीकुर्मः तदा तत्र कथा इत्यत्र यः अन्ते अकारः अस्ति अत्र किञ्चित् कन्फ्यूजन् अभवत् भगिनि न सम्यक् एक्स्प्लेन् कर्तुम्. अलः विधिः तस्मात् एव धात्वन्त अकारात् परं कार्यं क्रियते वा? अत्र पञ्चमी तत्पुरुष इति विग्रहवाक्यं स्वीकुर्मः चेत् पूर्वकार्यं सारी परकार्यं भवति. तत् अकारात् स्वीकृत्य परकार्यम् अस्ति वा? नास्ति. अलः विधि इति षष्टि तत्पुरुषः स्वीकुर्मश्चेत् अकारस्य स्थाने कार्यम् अस्ति वा? तदपि नास्ति. अपि च सप्तमी अलिविधि इति स्वीकृत्य पूर्वकार्यं तु अस्ति खलु? पूर्वकार्यम् अस्ति परन्तु साक्षात् पूर्वम् अस्ति वा? साक्षात् पूर्वं नास्ति. अतः तदपि फेल्. अतः स्थानिवत् अभावेन यः अकारः सः अत्र तस्य अकारस्य किं निमित्तीभूतः अकारः तद् नास्ति. अतः तद् अकारः तु अल्विधि इति नास्ति. न अकारस्य पूर्वं परं स्थाने अथवा अकारस्य समीपे इति विग्रहवाक्यं कुर्मश्चेत् कार्यं तु तद्वत् नास्ति. अतः अत्र अल् विधि इति अर्थः वयं स्वीकर्तुं न शक्नुमः. इत्यत्र अत्र अल् विधिः नास्ति इति स्पष्टं दृश्यते. किम् अल् विधिः नास्ति? अत उपधायाः कार्यस्य प्रवर्तनार्थम् अकारः इति यत् स्थानी अस्ति इति स्वीकृत्य तद् अल् विधिः अस्ति इति यत् किम् अस्ति अल् विधिः? अल् विधिः किम् अस्ति? अल् विधिः इति वृद्धिकार्यम्. अथ उपादायः इति सूत्रमेव अल् विधिः वा न वा इति प्रश्नः खलु. अथ उपादायः इति अल् विधिः अस्ति वा न वा? नास्ति नास्ति, यतोहि अत्र चतुर्भिः प्रकारैः अपि विग्रहवाक्येन तत्र स्थानिनि यः वर्णः अस्ति तेन अत्र अथोपदायः इत्यस्य कार्यं भवति इति नास्ति खलु. नास्ति इति कृत्वा अथोपदायः इति सूत्रम् अल्विधिः नास्ति. सम्यक् सम्यक्. तर्हि किञ्चित् पुनः एकवारम् अहम् एकवारं वदामि स्पष्टीकरणार्थं. तर्हि इदानीं सम्यक् भवत्या सम्यक्तया उक्तं, भवती अवगतमेव. केवलम् एकवारं स्पष्टीकरणार्थं तावदेव. तत्र कत्योगः णिच् इति प्रसङ्गे अजादेशः जातः अतो लोपः इत्यनेन जातः इति तु वयं जानीमः. इदानीम् अतोपदायाः इति सूत्रस्य प्रसक्तिः अस्ति इति अपि जानीमः. उपदायाम् अकारः दृश्यते, अग्रे णिच् प्रत्ययः अपि दृश्यते, अतः वृद्धिकार्यं साक्षात् स्यात्. परन्तु इदानीम् अत्र स्थानिवद्भावः इति एकः किं कान्सेप्ट् अस्ति, अतः अत्र स्थानिवद्भावः भवति वा न वा इति अत्र प्रश्नः भवति. इत्युक्ते अस्माकं विवक्षानुगुणं कुत्रचित् स्थानिवद्भावः कुत्रचित् स्थानिवद्भावः नास्ति इति न. इदानीम् अतोपदायः इति सूत्रस्य साक्षात् प्रवृत्तिः अस्ति इति कृत्वा अहं स्थानिवद्भावस्य चिन्तनमेव न करोमि इति न. स्थानिवद्भावस्य चिन्तनं न करोमि अथवा चिन्तनं कृत्वा अप्रसक्तम् इति तत्र अस्माकं विवक्षानुगुणम् इति नास्ति. स्थानिवद्भावस्य यत्र यथा अन्यत्र प्रसक्तम् अथवा अन्यत्र तस्य प्राप्तिः तथैव अत्रापि अस्माभिः परिशीलनं भवति स्थानिवद्भावः भवति वा न वा इति. तर्हि इदानीम् अतोपदायाः इति सूत्रस्य सर्वाणि निमित्तानि साक्षात् पूरितानि. उपादायम् अकारः अस्ति, निच् प्रत्ययः परः अस्ति. इदानीम् उपादायं यः अकारः अस्ति तस्य अनन्तरं थकारः वर्तते, तस्य अनन्तरम् अजादेशः यस्य लोपादेशः जातः. तर्हि इदानीम् अस्माकं प्रश्नः अस्ति, स्थानिवद आदेशो अनल् विधौ इत्यत्र अनल् विधिः इति उक्तं, न अल् विधिः अनल् विधिः. अल् विधिः इत्यस्य विग्रहवाक्यं चतुर्भिः प्रकारैः अस्माभिः वक्तुं शक्यते. प्रथमं तु अलाविधिः तृतीयतत्पुरुषसमासः, अलः विधिः पञ्चमीतत्पुरुषसमासः, अलः विधिः षष्ठीतत्पुरुषसमासः, अलीविधिः सप्तमीतत्पुरुषसमासः इति एतैः अत उपादायः इति सूत्रम् अल्विधिः वा न वा इति परिशीलनीयम्. तर्हि प्रथमतया अलाविधिः इति तृतीयतत्पुरुषसमासं स्वीकुर्मः. तत्र अल्वर्णः कः इति चेत् अकारः, तकार उत्तरवर्ति अकारः एव अल्वर्णः, तदेव अस्माकं स्थानी अस्ति, तस्य स्थाने एव लोपादेशः जातः. इदानीं तादृश अकारस्य द्वारा अतोपदायः इति सूत्रस्य कार्यं भवति वा? अतोपदायः इति सूत्रस्य कार्यार्थं सः अच्वर्णः तकार उत्तरवर्ति अकारः अपेक्षितः वा इति चेत् न अपेक्षितः. इदानीम् अतोपदायः इति सर्वस्य सर्वाणि निमित्तानि साक्षात् पूरितानि, अतः स्थानीयः वर्णः अस्ति तस्य अपेक्षा एव नास्ति, अतः तस्य द्वारा वृद्धिकार्यं भवति वा इति चेत् न भवति, तस्य अपेक्षा एव नास्ति. एवम् इदानीं पञ्चमीतत्पुरुषसमासः इति वयं स्वीकुर्मः चेत् अल्वर्णः अस्ति अकारः, स एव अकारः, तस्य अनन्तरं कार्यं भवति वा इति चेत् न. अत्र अतोपदायः इति तु ह्रस्व अकारात् पूर्वमस्ति कार्यं, न तु परम्, अतः पञ्चमीतत्पुरुषसमासः नास्ति. पञ्चमी इत्युक्ते परकार्यम्. अल्वर्णः अस्ति अकारः, तस्य परं कार्यं भवति वा इति चेत् न भवति. षष्टितत्पुरुषसमासः इति स्वीकुर्मः चेत् अलः स्थाने, तर्हि अल्वर्णः अकारः, पुनः अकारस्य स्थाने कार्यं भवति वा इति चेत् तदपि नास्ति, अकारस्य स्थाने कार्यं नास्ति, अकारस्य अकारात् पूर्वमेव कार्यमस्ति, न तु अकारस्य स्थाने, अतः षष्टितत्पुरुषसमासः इत्यपि नास्ति. सप्तमीतत्पुरुषसमासः इत्युक्ते अकारः अल्वर्णः अकारः, तस्मात् साक्षात् पूर्वं कार्यमस्ति वा. सप्तमी इत्युक्ते तस्मिन् इति निर्दिष्टे पूर्वस्य इति परिभाषासूत्रेण यस्य सप्तमी विभक्तिः अस्ति तस्मात् साक्षात् पूर्वं कार्यं भवति खलु. अत्र साक्षात् पूर्वं कार्यमिति नास्ति, यतोहि अल्वर्णः अस्ति अकारः, तस्य साक्षात् पूर्वं हकारः वर्तते, न तु उपधायाः यः अकारः वृद्धिकार्यार्थम्, अतः मध्ये तकारः व्यवधानमस्ति, अतः सप्तमे तत्पुरुषसमासः इत्यपि नास्ति, साक्षात् पूर्वं कार्यं नास्ति. अतः चतुर्भिः प्रकारैः अपि अत्र अल्विधिः इति वक्तुं न शक्यते, अत उपधायाः इति सूत्रम् अल्विधिः इति वक्तुं न शक्यते, चतुर्भिः प्रकारैः विग्रहवाक्यैः अस्माभिः वक्तुं न शक्यते इति कृत्वा अतोपदायाः इति सूत्रं स्वतन्त्रमस्ति. स्थानिनि यः वर्णः अस्ति तम् आश्रित्य न प्रवर्तते एव इति कृत्वा अल्विधिः एव नास्ति, अतोपदायाः इति सूत्रम् अल्विधिः नास्ति इति अत्र अवगतम्. इदानीम् किञ्चित् अग्रे एतावता अवगतं वा? अतः एव अत्र उक्तं स्थानिवद्भावेन यः अकारः स निमित्तभूतः नास्ति, निमित्तीभूतः नास्ति. अतोपदायः इत्यस्य कार्यार्थं सः अल्वर्णः अकारः अजादेशः निमित्तं नास्ति. अस्तु, अवगतं वा सर्वैः? आं भगिनि. अस्तु, इदानीं तर्हि अग्रे गच्छामः. विनय महोदय अग्रे पठतु. अस्ति वा महोदय? अस्ति वा महोदय? इदानीम् अहं वदितुं शक्नोमि, परन्तु प्राय म्यूटेड् अर्थात् किञ्चित् ध्वनिः आयाति इति कृत्वा मया एव म्यूट् कृतम्. इदानीं वदतु. चिन्ता नास्ति, परन्तु इत्थं च अल्विधिः नास्ति, पूर्वं केवल एक कथम् असम्बन्धे वदितुम् इच्छामि. अकार उपधासम्बन्धे स्थितिकः क हलन्त योग अ, ककार उत्तरवर्ति अस्ति, तदनन्तरं थकार उत्तरवर्ति अस्ति. थकार उत्तरवर्ति अतो लोपः कार्यं कृतवान्, तत्र तु कोऽपि चिन्ता न है. चिन्ता तु अस्ति अत उपधायासम्बन्धे, यदि अत उपधायासम्बन्धे अस्ति तर्हि भगिनी यदा उक्तवती पञ्चमी विभक्ति तत्पुरुषधा आधारेण, तर्हि स्थितिः कः, कुत्र आगच्छ तिष्ठति, तर्हि केवल अकार अस्ति, उपधा अकार लक्ष्य अस्ति. तदनन्तरं यदि उपधा अकार लक्ष्य अस्ति तर्हि अपि पञ्चमी तत्पुरुष षष्ठी इत्यादि सर्व सम्बन्धे. सत्यं सत्यं, मध्ये व्यवधानम् अस्ति इति कृत्वा, समीचीनं, मध्ये व्यवधानम् अस्ति इति कृत्वा अत्र केनापि प्रकारेण न भवितुम् अर्हति. इत्थं च अल्विधिः नास्ति यतोहि स्थानिवत् भावेन यः अकारः आगतः, अकारत्वं यत् अध्यारोपितं भवति, आदेशे लोपे तेन अकारत्वेन अत् उत्थायाः इत्यनेन विद्धि जायते इति नास्ति. अपि तु विपरीतं स च अकः अस्ति चेत् वृद्धिकार्यं न जायते. अकारः अल् तु अस्ति परन्तु तस्य इदं कार्यं प्रति निमित्तं नास्ति अतः अल् विधिः न मन्यते. अकारः अल् तु अस्ति परन्तु अकारस्य निमित्तकः यदि अकारनिमित्त न भवति. एकवारं पुनः सम्पूर्णतया पठतु तदनन्तरं वदतु कृपया. अत्र अग्रे अपि तर्हि स्थालिवत् स्थालिवत् आदेश न न न अत्र अत्र सम्पूर्ण न अत्र सम्पूर्णतया पठितं वा तत् परिच्छेदं? तस्य विवरणं करोतु यत् परिच्छेदं पठितं तस्य विवरणम्. इत्थं च अल्विधिः नास्ति नास्ति यतोहि स्थालिवत् भावेन यः अकारः आगतः अकारत्वं यत् अध्यारोपितं भवति आदेशे लोपेः तेन अकारत्वेन अत् उभधायाः इत्यनेन वृद्धिः जायते इति नास्ति. अत्र अहं स्पष्टतया न जानामि अर्थः कः. अर्थात् स्थानिवद् भाव कस्य इदानीं महोदय इदानीं पूर्वस्मिन् परिच्छेदे अत उपादायाः इति अल्विधिः नास्ति इति अवगतं वा? हा अल्विधिः नास्ति यतः वयं दृष्टवान् उपधायः लक्ष्य अस्ति तर्हि कोऽपि तत् अल्विधिः न प्रयुक्तः कोऽपि तत्पुरुष षष्ठी पञ्चमी इत्यादि न प्रयुक्तः. तर्हि विवरणमस्ति अत्र. तर्हि एव प्रमाणमस्ति तत् अल्विधिः नास्ति. समीचीनं समीचीनं तद् तस्यैव विवरणम् अस्ति अत्र इतोपि. ओ अर्थात् इत्थं च अल्विधिः नास्ति. अत्र सम्बन्धः अस्ति पूर्व वक्तव्यसम्बन्ध सम्बन्धः तु अस्ति. अस्तु समीचीनं समीचीनं न समीचीनं बहु समीचीनम्. इदानीं तत्र सम्यक् महोदय. इदानीं तत्र पश्यतु अत्र पूर्वस्मिन् परिच्छेदे अल्विधिः नास्ति इति अवगतं तर्हि नास्ति यतोहि स्थानिवद्भावेन यः अकारः आगतः अकारत्वं यद् अध्यारोपितं भवति आदेशे लोपे तेन अकारत्वेन अत उपादायाः इत्यनेन वृद्धिः जायते इति नास्ति. अत्र स्थानिनि यः अकारः अस्ति तस्य अपेक्षा नास्ति अत उपादायाः इत्यस्य कार्यार्थम् इति वृद्धिकार्यार्थं स्थानिनि यः अकारः अस्ति तस्य अपेक्षा नास्ति. स्थानिवद्भावस्य वस्तुतः अत्र अपेक्षा एव नास्ति अपि तु अत्र स्थानिवद्भावः स्वीक्रियते. यदा स्वीक्रियते तदानीं तु अतोपदायः इत्यस्य वृद्धिकार्यं न जायते. इदानीं तत्र स्थानि अस्ति अकारः तस्य स्थानिवद्भावेन आदेशे अध्यारोपयामः चेत् तदानीम् अतोपदायः इति सूत्रं तु कत इति पश्यति न तु कत्. कत इति पश्यति इति कृत्वा उपादायम् अकारम् उपादायम् अकारं न पश्यति. उपादायां किं तकारमे तकारः एव तत्र दृश्यते उपादायम् इति कृत्वा अतोपदायाः इत्यस्य निषेधः जायते स्थानिवद्भावेन. अतः अकारः अल् तु अस्ति परन्तु तस्य इदं कार्यं प्रति निमित्तत्वं नास्ति अतः अल्विधिः इति न मन्यते. अल्विधिः अल्विधिः तु नास्ति अतोपदायः इति अल्विधिः नास्ति अपि च स्थानिवद्भावः अल्विधिः नास्ति चेत् स्थानिवद्भावः स्यात्. स्थानिवत् आदेशो अनल्विधौ इत्यनेन स्थानिवद्भावः स्यात् परन्तु स्थानिवद्भावः स्वीक्रियते चेत् वृद्धिकार्यस्य निषेधः जायते इति तत्र उक्तमस्ति. इदानीम् अस्तु इदानीम् अग्रे पश्यामः. इदानीं तत्र किं मीना भगिनी पठति वा? पठामि भगिनि. स्थानिवत् आदेशो अनल्विधौ इति सामान्यसूत्रं किं सूचयति? आदेशः स्थानिवत् भवति परन्तु अल्विधिः अस्ति चेत् आदेशः स्थानिवत् न भवति. नाम स्थानिवत् पावनिषेधः। अत्र कथधातोः प्रसङ्गे उक्तं यत् अथ उपादायाः इत्यनेन यः वृद्धिः जायमानः स च वृद्धिः अल्विधिः नास्ति, अतः स्थानिवद्भावनिषेधः स्थानिवद्भावनिषेधः नास्ति। स्थानिवद्भावनिषेधस्य अभावे स्थानिवत् आदेशो अनल्विधौ इति सामान्यसूत्रेण स्थानिवद्भावः स्यात्। अपि च कथधातोः प्रसङ्गे स्थानिवद्भावक अपेक्षितः वृद्धिकार्यस्य निवारणार्थम् अपि च कथधातोः प्रसङ्गे स्थानिवद्भावक अपेक्षितः वृद्धिकार्यस्य निवारणार्थम् अल्विधिः नास्ति चेत् स्थानिवत् आदेशो अनल्विधौ इति सूत्रेण स्थानिवद्भावः भवेत्, किन्तु केनचित् कारणेन न भवति इति जानीमः, यतोहि अचपरस्मिन् पूर्वविधौ इत्यनेन एव भवति। तर्हि अल्विद्यभावे स्थानिवदादेशो अनल्विधौ द्वारा स्थानिवद्भावः न सिद्धः, अस्य च अन्यत् कारणं स्यात्, तच्च किम्? स्थानिवत् आदेशो अनल्विधौ इति सामान्यसूत्रमिति सूचयति। ओके, आदेशः किं सूचयति? स्थानिवत् आदेशो अनल्विधौ इति सामान्यसूत्रं किं सूचयति? स्थानिवत् अल्विधिः नास्ति चेत् तत्र आदेशः स्थानिवत् भावः स्वीकरोति इति। कथ इति धातु प्रसङ्गे तत्र कथयोः निच् तत्र कथ अकारः अन्तिमवर्णः अकारः अस्ति, तत्र अकारः एव स्थानी भवति प्रथम काले अकारः, द्वितीय अकारः अन्तिम अकारः स्थानी भवति। परन्तु स्थानिवत् अल्विधिः अस्ति चेत् आदेशः स्थानिवत् न भवति, नाम स्थानिवत् भावनिषेधः। अल्विधिः अस्ति चेत् स्थानिवत् न आदेशः स्थानिवत् न भवति। अत्र अल्विधिः वा न अल्विधिः वा इति सूत्रं अल्विधिः नास्ति एव इति दत्तं किल, तत्र चतुर्विधाः अस्ति, तत्र अलाविधिः तत्तु अस्ति, परन्तु अत्र सूत्रार्थः अत्र उच्यमानम् अस्ति, सूत्रार्थः कः इति उच्यमानम् अस्ति, स्थानिवतादेशो अनल्विधौ इति सामान्यसूत्रस्य किं कार्यम् इति चेत् स्थाने यत्र गुणाः सन्ति तत्र आदेशः अपि तादृशं स्वीकरोति, गुणाः स्वीकरोति तादृशमेव। सत्यं, स्थानिनि ये गुणधर्माः ते गुणधर्माः आदेशे अपि अध्यारोपयामः, अध्यारोपयितं भवति तत्र। परन्तु अल्विधिः अस्ति चेत् आदेशः स्थानिवत् न भवति, यदि अल्विधिः अस्ति चेत् तत्र स्थानिवत् न भवति, अनल्विधौ एव तत्र स्थानिवत् तत्र नाम स्थानिवत् भावनिषेधः भवति, अल्विधिः चेत् स्थानिवत् भावः निषेधः भवति। अत्र कथधातोः प्रसङ्गे उक्तं यत् अथ उपादाय इदानीं स्थानी अकारः अस्ति, आदेशः सूत्रमस्ति अतो लोपः इति सूत्रं प्रथमं, तस्य आदेशः भवति लोपः लोपः रूपेण अकारस्य लोपः रूपेण आगच्छति तत्र द्वितीयकाले। इदानीं तृतीयकाले अत्र कथधातोः प्रसङ्गे अथ उपादायाः इत्यनेन यः वृद्धिः जायमानः स च वृद्धिः अल्विधिः नास्ति। इदानीमेव भगिनी उक्तवती तत्र अल् अतो उपादायाः इति अल् विधिः चतुर्विधाः सन्ति तत्र तादृशम् अत उपादायाः अल् विधिः नास्ति इति अस्ति तत्र किमर्थम् इति चेत् अला तस्य अकारस्य स्थाने स्थाने अस्ति अकारः तस्मात् अला विधिः तत् निमित्तीकृत्य तृतीया विधिः अत उपादायाः न कार्यं न करोति कर्तुं न शक्यं तत्र तस्य द्वारा अला तस्य द्वारात् कार्यं न करोति अत उपादायाः तस्मात् अला विधिः नास्ति अलः विधिः अपि तस्य परं कार्यं तत्र यत् अकारः लोपः तस्मात् परं कार्यम् अपि नास्ति तत उपादायाः यस्य कार्यम् अपि च अलः वृद्धिः स्थाने तस्य स्थाने अकारस्य स्थाने अपि च कार्यं नास्ति अलिवृद्धिः तस्मात् साक्षात् पूर्वम् अकारात् साक्षात् पूर्वं कार्यं नास्ति अकारात् पूर्वं साक्षात् तकारः एव अस्ति तदेव अल्विधिः नास्ति इत्यनेन तत्तौ अतो उपादायाः वृद्धिः न भवति अतः स्थानिवद् वा निषेधः कुत्र अस्ति न अतो उपादायः इति अल्विधिः नास्ति चेत् किं भवेत् अल्विधिः नास्ति चेत् तत्र अल्विधिः नास्ति चेत् तत्र वृद्धिः न वृद्धिः भवति न वा इति भिन्नवार्ता अनल्विधिः अस्ति चेत् किं भवति तत्र स्थानिवतादे विधौ इत्यनेन किं भवति अनल्विधिः चेत् अनल्विधिः चेत् तत्र कार्यं न करोति तत्र अतोपदायः कार्यं न अत्र किम् उक्तम् आदौ सानिवत् आदेशो अनल्विधौ इति किं सूचयति अनल्विधिः अस्ति चेत् किं सूचयति प्रथमवाक्ये किम् उक्तम् प्रथमवाक्यम् आदेशस्थानिवत् भवति परन्तु अल्विधिः अस्ति चेत् आदेशस्थानिवत् न भवति इदानीम् अत उपादायाः इति अनल्विधिः चेत् इदानीं किं भवति तत्र अल्विधिः अस्ति चेत् आदेशस्थानिवत् न भवति तत्र स्थानिवत् भावनिषेधः भवति तस् परन्तु अत उपादायाः अनल्विधिः अस्ति अनल्विधिः अस्ति तर्हि तत्र किं भवेत् अनल्विधिः अस्ति तत्र कार्यं भवितुं शक्यं किल न मम प्रश्नस्य उत्तरं नास्ति कार्यं भवितुं शक्यं न इति न प्रश्नः अल्विधिः अस्ति चेत् स्थानिवद्भावः न भवति अनल्विधिः अस्ति चेत् स्थानिवद्भावः भवति वा न वा अल्विधिः अस्ति चेत् स्थानिवद्भावः निषेधः भवति सानिवद्भावः निषेधः न भवति इत्युक्ते सानिवद्भावः भवति सानिवद्भावः भवति सानिवद्भावः भवति चेत् सानिवद्भावः भवति चेत् तत्र अकारस्य स्थाने लोपः भवति लोपः रूपेण तस्य स्थानिवत् भावः भवति तत्र अपि च कथदातोरूपेण लोपरूपेण स्थानिवत् भवति इत्यस्य अर्थः कः स्थानि अकारः अथ लोपः आदेशः भवति तत्र लोपः आदेश रूपेण भवति तत्र न स्थानि अकारः आदेशः लोपादेशः इदानीं स्थानिवद्भावेन वयं किं कुर्मः सानिवत् भावः कार्यवृद्धस्य निवा तत्र न मम प्रश्नस्य एव उत्तरं वृद्धिकार्यस्य चिन्तनं मास्तु. इदानीं सानिवद्भावः स्वीक्रियते चेत् किं भवति, कस्य अध्यारोपः? लोपः अध्यारोपः न, सानि अस्ति अकारः, अकारत्वम् अध्यारोप्यते लोपे. अकारत्वम् अकारत्वं लोपे अध्यारोपते. अकारः आसीत्, इदानीं शून्यम् अभवत्, अकारस्य लोपः अभवत्, इदानीम् अकारवत् दृश्यते. दृश्यते अत उपधायाः सूत्रेण, विधिसूत्रेण अकारः दृश्यते एव. अकारः इत्युक्ते अन्ते इदानीं कत इति दृश्यते, अत उपधायाः दृश्यते, कत एव दृश्यते. तर्हि कत इति दृश्यते चेत् किं भवति? कत इति दृश्यते किं भवति इत्युक्ते तत्र वृद्धिकार्यं निषेधनं भवति. वृद्धिकार्यस्य निवारणार्थमेव तत्र स्थानिवद्भावौ स्थानिवद्भावः भवति. सत्यं, वृद्धिकार्यस्य निवारणार्थं स्थानिवद्भावस्य भवति. अस्तु, बहु सम्यक्, धन्यवादः, सम्यक् अस्ति. इदानीं तत्र अग्रे, ततः अग्रे तत्र अनिमा भगिनी वदतु किम् अस्ति अत्र अग्रे. अत्र कथधातोः प्रसङ्गे स्थानिवद्भावः अपेक्षितः इति तु सत्यम्. स्थानिवतादेशो नल्विधौ इति सामान्यसूत्रेण किमर्थं न भगिनी, न अग्रिमपरिच्छेदे नास्ति अत्र. पूर्वस्मिन् परिच्छेदे प्रथमभागः एव समापितः, अग्रिमभागः. कुतः भगिनि? स्थानिवद्भावः निषेधः नास्ति इति तावत्पर्यन्तं प्राप्तम्. स्थानिवद्भावनिषेधस्य अभावे स्थानिवतादेशो नल्विधौ इति सामान्यसूत्रेण स्थानिवद्भावः स्यात्. अपि च कथधातोः प्रसङ्गे स्थानिवद्भावः अपेक्षितः वृद्धिकार्यस्य निवारणार्थम्. अल्विधिः नास्ति चेत् स्थानिवतादेशो नल्विधौ इति सूत्रेण स्थानिवद्भावः भवेत्, किन्तु केनचित् कारणेन न भवति इति जानीमः, यतोहि अचः परस्मिन् पूर्वविधौ इत्यनेन एव भवति. तर्हि अल्विध्यभावे स्थानिवतादेशो नल्विधौ द्वारा स्थानिवद्भावः न सिद्धः, अस्य च अन्यत् कारणं स्यात्, तच्च किम्? अस्तु, इदानीम् अनल्विधिः अस्ति इति वयं दृष्टवन्तः, अतः स्थानिवद् भावः भवेत्, परन्तु स्थानिवद्भावस्य निषेधः न, अतः स्थानिवद्भावः भवेत्, तस्य निषेधः नास्ति. स्थानिवद्भावस्य निषेधस्य अभावे इति सामान्यसूत्र स्थानिवत् स्यात्. अपि च कथधातोः इति स्थितिः अस्ति, तत्र तस्मिन् प्रसङ्गे स्थानिवद् भावः अपेक्षितः वृद्धिकार्यस्य निवारणार्थम्. अल्विधिः नास्ति, स्थानिवद्भावः अस्ति, परन्तु तस्य रूपं किं भवति चेत् तदनुसृत्य न भवति, काधि इति रूपं न भवति तत्र. अतः अन्य कोऽपि कारणं, किमपि कारणम् अस्ति तस्य निवारणार्थं, तत् किं भवति इति प्रश्नः. इदानीं तत्र काति इति किमर्थं काति इति भवेत्? अत्र स्थानिवत् आदेशो अनल् विधौ इत्यनेन स्थानिवद्भावः भवेत् खलु? हा भवेत्, परन्तु काति नास्ति किल. न काति इति किमर्थम्? इदानीं काति इति न, स्थानिवत् आदेशो अनल् विधौ इत्यनेन स्थानिवद्भावः भवति चेत् काति इति भवति वा? स्थानिवद्भावः अस्ति, अतः अतोपदायः इति सूत्रं किं पश्यति तदानीं स्थानिवद्भावः अस्ति चेत्? हा अस्तु, क्षम्यतां, तत् सूत्रम् अकारं धकारः एव तत्र धकारं पश्यति तत्र, अतः वृद्धिः न भवति. इति कृत्वा वृद्धिः न अपेक्षितः अत्र, वस्तुतः वृद्धिः न अपेक्षितः, कथयति इति एव रूपम् अस्ति, काति इति नास्ति। पाणिवतादेशो अनल् विधौ इत्यनेन अस्माभिः साधयितुं शक्यते, कथयति इति रूपं साधयितुं शक्यते, तथापि अस्माभिः सानिवतादेशो अनल् विधौ इत्यनेन सानिवद्भावः न स्वीक्रियते। किमर्थं न स्वीक्रियते इति अत्र अग्रे उक्तमस्ति। अत्र अत्र सानिवत् सानिवद्भावनिषेधस्य अभावे सानिवतादेशो अनल् विधौ इति सामान्यसूत्रेण सानिवद्भावः स्यात्, अपि च कति धातोः प्रसङ्गे सानिवद्भावः अपेक्षितः वृद्धिकार्यस्य निवारणार्थम्। अल्विधिः नास्ति चेत् सानिवतादेशो अनल् विधौ इत्यनेन सानिवद्भावः भवेत्, किन्तु केनचित् कारणेन न भवति इति जानीमः, यतोहि अचः परस्मिन् पूर्वविधौ इत्यनेन एव भवति। तर्हि अल्विधि अभावे सानिवतादेशो अनल् विधौ द्वारा सानिवद्भावः न सिद्धः, अस्य च अन्यत् कारणं स्यात्। तत् शक्यं, तर्हि इदानीं पूर्णतया अत्र किम् अस्ति इति एकवारं वदतु। इदानीं कथ धातुः अस्ति, धकार अनन्तरम् अकारः अस्ति, इदानीं नति इति भवति चेत् तत्र अस्माकं स्थाने अस्ति अकारः, तस्य लोपः भवति, तदा अजादेशः अस्ति लोपः। इदानीं स्थानिवत्ता तत् सो अतः कथ इति अस्ति अस्मिन् प्रसङ्गे। इदानीम् स्थानिवत् आदेश अतोपधायाः तृतीय काले अतोपधायाः इति सूत्रम् आगच्छति, तस्मिन् सन्दर्भे स्थानिवत् आदेशो अनल् विधौ इति भवति वा इति प्रश्नः। इदानीम् अतोपधायाः प्रसङ्गे अल् विधिः नास्ति, यतः धकारस्य पूर्वं यः अकारः अस्ति तस्य एव प्रसङ्गः अस्ति अतोपधायाः तस्मिन् सूत्रे, परन्तु इदानीं स्थाने अपि च आदेशः अजादेशः अस्ति धकार अनन्तर अकारस्य, अतः अनल् विधिः अस्ति, अतः स्थानिवद्भावः भवेत्। स्थानिवद्भावः भवेत् चेत् सूत्रस्य इदानीम् अतोपधायाः सो अतः कथ कथ योगः सानिवद्भावः भवेत् चेत् भवति चेत् तस्य लोपः न पश्यति किल, तथा कथा एव भवति। इदानीम् अतोपधायाः सूत्रस्य प्रसङ्गे उपधा भवति धकारः, अत्र अतोपधायाः कार्यं न भवति, अतः तत् सूत्रं न कार्यं करोति एव इति प्रसङ्गः अस्ति। परन्तु तद् न भवति, तदेव भवति, परन्तु स्थानिवतादेशो नल् विधौ इति सूत्रेण तत् कार्यं न सिद्धः, अन्यं किमपि अस्ति तत्र च परस्मिन् पूर्वविधौ इति सूत्रेण एव तत् कार्यं साधयति इति। समीचीनम्, इत्युक्ते तत्र अतोपदायाः इति सूत्रम् अल्विधिः एव नास्ति इति वयं जानीमः, अतः स्थानिवत् आदेशो अनल् विधौ इत्यनेन स्थानिवद्भावः स्यात्, स्थानिवद्भावः स्यात् चेत् वृद्धिकार्यं निवारितं भवति, अतः कति इति एव धातुः लभ्यते न तु काति इति। तर्हि सानिवदादेशो अनल् विधौ इत्यनेन अस्माकं लक्ष्यं सिद्धमस्ति, तथापि अत्र अस्मिन् प्रसङ्गे सानिवदादेशो अनल् विधौ इत्यनेन स्थानिवद्भावः न स्वीक्रियते, अपि तु अचः परस्मिन् पूर्वविधौ इत्यनेन स्थानिवद्भावः स्वीक्रियते। किमर्थम् एवम् इति चेत् अस्य अन्यत् कारणम् अस्ति, तत् कारणं किम् इति अग्रे वयं पश्यामः। इदानीं तत्र सरस्वतीभगिनी पठति वा? आं भगिनि, अत्र कथधातोः प्रसङ्गे स्थानिवद्भावः अपेक्षितः इति तु सत्यम्। स्थानिवदादेशो नल् विधौ इति सामान्यसूत्रेण किमर्थं न स्यात् इति चेत्, अनेन सूत्रेण तत्रैव स्थानिवद्भावो भवति यत्र शास्त्रीयं कार्यं स्यात्। नाम अभावरूपकार्यं न स्यात् अपि तु किमपि विधानं स्यात्। निषेधरूपं यत् कार्यं तत् अभावरूपकार्यं तच्च अशास्त्रीयं कार्यम् इति उच्यते। अत्र अशास्त्रीयम् उक्तं यतोहि कोऽपि विधिः न जायते अपि तु निषेधः एव। शास्त्रस्य अप्रवृत्तिः इति अशास्त्रीयं न तु शास्त्रविरुद्धत्वम्। अस्तु, तर्हि स्थानिवद् आदेशो नल् विधौ अनेन सूत्रेण एव कार्यं भवितुम् अर्हति। परन्तु तर्हि एकं सूत्रम् अस्ति अचः परस्मिन् पूर्वविधौ येन कार्यं भवति। किमर्थं तस्य अत्र दत्तमस्ति विवरणं। तर्हि तत्र एवं भवति यत् स्थानिवद् आदेशनल् विधौ सामान्यसूत्रेण स्थानिवद् भाव भवति तदा शास्त्रीयं कार्यं भवति। परन्तु अभावरूपं कार्यं न स्यात् अपि तु किमपि विधानं स्यात्। अत्र अस्मिन् उदाहरणे अत उपधायाः कार्यं किमर्थं न भवति एतस्य कारणमस्ति। यदि वयम् एवं चिन्तयामः तर्हि स्थानिवद् आदेशो नल् विधौ एवं वयं वदामः तर्हि अत्र स्थानिवद् आदेशो नल् विधौ निषेधकार्यं करोति। निषेध इत्युक्ते अत उपधायाः सूत्रस्य कार्यं निषेधं करोति। परन्तु एतदस्ति अशास्त्रीयम् इत्युक्ते तत् सूत्रस्य कार्यं तद् प्रपादयति। एतत्तु अशास्त्रीयमस्ति। स्थानिवद् आदेशो नल् विधौ तु केवलं शास्त्रीयं कार्यार्थम् एव अस्ति। इत्युक्ते सूत्रस्य कार्यं कर्तुं सः प्रवर्तते। अत्र अशास्त्रीयमस्ति निषेधकार्यम्। अतः शास्त्रस्य अप्रवृत्तिः इत्युक्ते अशास्त्रीयं, शास्त्रीयविरुद्धं न कर्तव्यम्। अतः स्थानिवद् आदेशो नल् विधौ अस्य सूत्रस्य अत्र कार्यं न भवति। नूतनं सूत्रमस्ति अचः परस्मिन् पूर्वविधौ यत् कार्यनिषेधं करोति। सम्यक्, उत्तमम् उत्तमं, बहु सम्यक्, सम्यक्, समीचीनं। तर्हि अत्र कत्तधातोः प्रसङ्गे अथवा गृहधातोः प्रसङ्गे तु स्थानिवद्भावः अपेक्षितः अस्ति। परन्तु कथञ्चित् केनचित् कारणेन स्थानिवद् आदेशो अनल् विधौ इत्यनेन स्थानिवद्भावः न स्वीक्रियते। किमर्थम् इति चेत् स्थानिवद् आदेशो अनल् विधौ इत्यनेन स्थानिवद्भावः तत्र एव स्वीक्रियते यत्र स्थानिवद्भावेन कस्यचित् सूत्रस्य कार्यं भवति। इदानीं स्थानिवद्भावः स्वीकृते येन अतोपदायाः इति सूत्रस्य कार्यं भवति इति नास्ति खलु। अत्र स्थानिवद्भावः स्वीक्रियते चेत् वृद्धिकार्यं निषिद्धं भवति, यतोहि अतोपदायः इति सूत्रम् उपदायम् अकारमेव न पश्यति। अतः एतादृशप्रसङ्गेषु यत्र स्थानिवद्भावेन सूत्रस्य निषेधः जायते तत्र स्थानिवद् आदेशो अनल् विधौ इत्यनेन स्थानिवद्भावः न स्वीक्रियते, यतोहि निषेधकार्यम् अशास्त्रीयम् अस्ति। इत्युक्ते स्थानिवद् आदेशो अनल् विधौ इति सूत्रं किमर्थं रचितं पाणिनिना इति चेत् तत्र लक्ष्यं किं, सूत्रस्य प्रवर्तनार्थमेव रचितम्। अतः सूत्रस्य निवृत्तिः यत्र भवति तत्र अस्य सूत्रस्य कार्यं न भवति। यथा अस्मिन् प्रसङ्गे गृहधातोः विषये अपि एवमेव भवति। स्थानिवद्भावः स्वीक्रियते चेत् पुगन्तलघुपदस्य च इति सूत्रस्य कार्यं निषिद्धं भवति। कत् धातोः विषये स्थानिवद्भावः स्वीक्रियते चेत् वृद्धिकार्यं न भवति। यत्र न भवति इति वयं प्राप्नुमः उत्तरं, तत्र स्थानिवत् आदेशो अनल् विधौ इत्यनेन स्थानिवद्भावः न स्वीक्रियते, यतोहि अशास्त्रीयम् अस्ति कार्यम्। अशास्त्रीयम् इत्युक्ते शास्त्रस्य विरुद्धम् इति न अर्थः। अशास्त्रीयम् इत्युक्ते शास्त्रस्य अभावः इत्युक्ते सूत्रस्य निषेधः इत्यर्थः। यत्र सूत्रस्य निषेधः भवति तत्र स्थानिवत् आदेशो अनल् विधौ इत्यनेन स्थानिवद्भावः न स्वीक्रियते अशास्त्रीयत्वात्। बुद्धं वा? अस्तु सम्यक्, धन्यवादः भगिनी. इदानीम् उषा भगिनी अग्रिमपरिचयः. अस्ति वा भगिनी उषा भगिनी? आम् आं भगिनि, आं भगिनि. लास्ट् अत्र प्रकृतौ कत्योगः णिच् प्रकृतौ अस्तु. प्रकृतौ कत्योगः णिच् इति स्थितौ स्थानिवद्भावेन शास्त्रस्य अप्रवृद्धिः सिद्ध्यति. शास्त्रस्य अप्रवृद्धिः सिद्ध्यति, वृद्धिः न भविष्यति. वृद्धिविधायकशास्त्रस्य अप्रवृत्तिः भविष्यति. अतः इदम् अशास्त्रीयं कार्यम्. अशास्त्रीयकार्यकरणसमये स्थानिवत् आदेश अनल्विधौ इत्यनेन स्थानिवद्भावः न भवति इति नियमः. अस्माकं कृते विषयः अस्ति किमर्थं स्थानिवद्भावे स्थानिवत् आदेश अनल्विधौ इति सूत्रेण एव इति सूत्रेण अत उपादायाः इति सूत्रस्य कार्यं निषिद्धं भवति. परन्तु तदेव अस्माकं इष्टमपि अत उपादायाः इति सूत्रस्य कार्यं निवारणमेव अस्माकम् इष्टं भवति. परन्तु स्थानिवत् आदेश अनल्विधौ यद्यपि वृद्धिकार्यं न प्रवर्तते, परन्तु किमर्थं अचपरस्मिन् पूर्वविधौ इति सूत्रेण एव तत् वृद्धिकार्यं निवारणं भवति इति अस्माकं प्रश्नः. अत्र स्थानिवत् कथ प्रकृतौ कत् योगः निचिति स्थितौ स्थानिवद्भावेन स्थानिवत् आदेश अनल्विधौ इति स्थानिवद्भावेन शास्त्रस्य अप्रवृत्तिः सिद्ध्यति. शास्त्रस्य अत्र अत उपादायाः इति सूत्रस्य अप्रवृत्तिः, अप्रवृत्तिः इत्यस्य कृते सूत्रस्य प्रवर्तनं नास्ति इति सिद्ध्यति. वृद्धिः न भविष्यति, तदेव अस्माकम् इष्टमपि. वृद्धिविधायकशास्त्रस्य अप्रवृत्तिः भविष्यति. स्थानिवत् आदेश अनल्विधौ इति सूत्रेण वृद्धिविधायकशास्त्र इति अथ उपादायाः इत्यस्य अप्रवृत्तिः भविष्यति. आम्, अतः इदम् अशास्त्रीयं कार्यम्. इदं स्थानिवत् आदेश अनल्विधौ इत्यनेन यत् वृद्धिः जायते तत् वृद्धिनिवारणम् अशास्त्रीयं कारणम् इति, यतोहि अत उपादायाः इति सूत्रस्य कार्यं नास्ति इति अशास्त्रीयं कार्यम्. अशास्त्रीयकार्यकारणसमये स्थानिवत् आदेश अनल्विधौ इत्यनेन स्थानिवत् भावः न भवति इति नियमः. स्थानिवत् आदेश अनल्विधौ इत्यनेन यत्र स्थानिवद्भावः इष्यते चेत् यत्र सूत्रस्य प्रवर्तनं भवति, यत्र शास्त्रस्य प्रवर्तनं भवति, तत्र एव स्थानिवत् आदेश अनल्विधौ इत्यनेन यत् स्थानिवद्भावं सिद्ध्यति तत्र एव वयं स्वीकुर्मः स्थानिवद्भावम् इति. अत्र अत उपादायाः इत्यस्य कार्यस्य निषेधं भवति स्थानिवत् आदेश अनल्विधौ इति सूत्रेण. तत्र स्थानिवद्भावः भवति तदा अत उपादायाः इति सूत्रस्य कार्यस्य निषेधं भवति. परन्तु स्थानिवत् आदेश अनल्विधौ इति सूत्रं पाणिनिना क्रियते यत्र स्थानिवद्भावः इत्यनेन सूत्रस्य प्रवर्तनं भवति परन्तु सूत्रस्य अप्रवर्तनं नास्ति इति कृते. सम्यक् सम्यक् सम्यक् सम्यक्. तर्हि अत्र वृद्धिकार्यस्य निषेधः यत्र भवति तत्र अशास्त्रीयकार्यम्. अशास्त्रीयकार्यम् अस्ति चेत् स्थानिवत् आदेशो अनल्विधौ इत्यनेन स्थानिवद्भावः न भवति इति नियमः. अत्र अस्मिन् विषये कुत्र उक्तम् इति चेत् अग्रे बालमनोरमायाम् उक्तमस्ति, तत्र वंशी भगिनी पठतु. कथधातोः प्रसङ्गे बालमनोरमायां दत्तमस्ति यत् अन्ते अकारः न इत्संज्ञकः नापि उच्चारणार्थः इति भावः. तत्र कथधातोर्निचि अतोलोप पः अधोलोपे खति इत्यस्मात् तिपि शपि गुण अयादेशः कथयति इति रूपं वक्ष्यति. तत्र गुण पुनः पठतु. गुणे अयादेशः गुण अयादेशः इति भवति न गुणे अयादेश गुणे अयादेशे हा क्षम्यता गुणे अयादेशे कथयति इति रूपं वक्ष्यति. तत्र निचम् आश्रित्य उपधा वृत्तिम् अशक्याः पुनः क्षम्यता उपधा वृत्तिम् आशक्याः क्षम्यताम् आशक्याः न तत्र मध्ये नकारः न उच्चारितं मया न उच्चारितम् आशङ्क्याः इति अस्ति तत्र क्षम्यताम् कृत्य पदविच्छेदम् उपधा वृत्तिम् आशङ्क्य आह इति अस्ति अस्तु अल्लोपस्य स्थानिवद्भाव इति अचः परस्मिन् इत्यनेन पुनः अल्लोपस्य स्थानिवद्भावाद् इति समीचीनं न अल्लोपस्य स्थानिवद् दोषेन उक्तं वा अल्लोपस्य स्थानिवद्भावाद् इति अचः परस्मिन् इत्यनेन इति भावः अत्र इदम् अवधेयं स्थानिनी सति शास्त्रीयं यत् कार्यं तदेव स्थानिवत् आदेश अनल्विथौ अनल्विथौ इत्यत्र अतिदिश्य इत्यत्र किमुक्तं पुनः पुनः स्थानिवदादेशो अनल्विथौ अनल्विथौ अनल्विथौ इति अत्र अतिदिश्यते अस्तु यत्तु स्थानिनी सति निमित्त व्याघात् किं भवति व्याघात् न भवति व्याघात् तत्र नकारत्वं किमर्थं तत्र व्याघात् न भवति समीचीनं न अत्र नकारद्वयमस्ति न तु एकः नकारः हा परन्तु नकारद्वयं कथं भवति व्याघात् न भवति नासिको वा भवति उत्तमं न परन्तु किमस्ति तत्र परिच्छेद पदच्छेदः निमित्तव्याघातात् न निमित्तव्याघातात् न भवति क्षम्यतां तत्र अस्तु तत्र अर्थः बुध्यते परन्तु किमर्थं तत्र अस्तु तस्य अभावस्य अशास्त्रीयत्वात् न अतिदेशः यत्तु इत्यनेन यत् कार्यं तु इति बोध्यं व्याघातः इत्यनेन विनाशः निमित्तस्य व्याघातात् विधिः न जायते चेत् तद् विहितकार्यस्य अभावात् शास्त्रप्रवृत्त्यभावात् अशास्त्रीयत्वात् तादृशस्थले स्थानिवदादेशानल्विधौ इत्यनेन अतिदेशः स्थानिवद्भावः न भवति अस्तु एकमेकं वाक्यं स्वीकृत्य वदामि भगिनि तत् धातोः प्रसङ्गे बालमनोरमायां दत्तमस्ति यत् अन्ते अकारः न इत्सङ्ख्यकः नापि उच्चारणार्थः इति भावः तत्र यः कथा इति धातुः अस्ति तस्मिन् अन्ते यः अकारः अस्ति सः अकारः इत्सञ्ज्ञकः नास्ति न ना अपि उच्चारणार्थः इति विवक्षितः अस्ति बालरमायाः मनोरमायां तत्र कथाधातोः निचि अतोलोपे खति इत्यस्मात् तिपिशपि गुणेयादेशे कथ इति रूपं वक्ष्यति इत्युक्ते तत्र इति कथाधातोः कथाधातोः निच् प्रत्यये परे अस्ति तत्र अतोलोपः भवति तस्मात् अनन्तरं कति इति धातु भवति कति इति धातुः तत्र शप् प्रत्ययविधानं भवति शप् प्रत्ययविधानं भवति तस्मात् अनन्तरं गुणः भवति कते योगः अकारः योगः इति तस्मिन् तत्र अयादेशः भवति कथयति इति अन्तिमरूपं भवति इति अस्ति तत्र निचम् आश्रित्य उपधा वृत्तिम् अशङ्क्य क्षम्यताम् आशङ्क्य आह आशङ्क्य इत्युक्ते तत्र शङ्का अस्ति इति वा तत्र भवति आशङ्क्य आम् हा अस्तु आम् निचम् आश्रित्य उपधावृत्तिः कथं भवति इति तत्र प्रश्नः अस्ति. अल्लोपस्य स्थानिवद्भावात् इति अल्लोपस्य तत्र यः अकारः लोपः अभवत् कथ इत्यस्मिन् तत्र अधोलोपः इत्यनेन यः अकारः लोपः अभवत् सः अकारः स्थानिवद्भावेन भवति इति अल्लोपस्य स्थानिवद्भावात् इति इत्युक्तत्वात् तत्र अकारः स्थानिवद् भवति इत्येव निगमनं कर्तुं शक्यते. अचः परस्मिन् इत्यनेन इति भावः, परन्तु तस्मात् अनन्तरम् अचः परस्मिन् इत्यनेन इति भवति इति उक्तम्. अत्र इदम् अवधेयं स्थानिनी सति शास्त्रीयं यत् कार्यं तदेव स्थानिवदादेशो अनल्विदौ इति अत्र अतिदेश्यते यत्तु स्थानिनी सति निमित्तव्याघातात् न भवति. अस्तु, तर्हि किमस्ति इत्युक्ते अत्र अवधेयं किम् अवधातव्यं किम् अस्ति इत्युक्ते स्थानिनी यत् कार्यं यदि कार्यं शास्त्रीयकार्यम् अस्ति इत्युक्ते स्थानिवत् स्थानिवत् आदेशो अनल्विदौ इति सूत्रेण यत्र तृतीयकालविधिः भवति तत्र निमित्तव्याघातात् न भवति इत्युक्ते तत्र किं वक्तव्यं तत्र तत्र निमित्तस्य कारणेन तत्र विधिः निषिद्धः भवति इत्युक्ते तत्र अकारः स्थानिवद् न प्रथमवाक्यं वदतु, प्रथमवाक्यं वदतु. अत्रैव इदम् अवधेयं स्थानिने सति शास्त्रीयं यत् कार्यं. हा क्षम्यताम्, अत्र अवधेयं किमस्ति इत्युक्ते स्थानिनी यदि तत्र प्रथमकाले स्थानी किमस्ति तत्तु जानीमः, द्वितीयकाले लोपः आदेशः भवति तत्र द्वितीयकाले अस्ति, तृतीयकाले स्थानिनी सति शास्त्रीयं यत् कार्यं स्थानी आश्रित्य यत् कार्यं शास्त्रीयकार्यम् इत्युक्ते किमपि विधिसूत्रं प्रवर्तते तत् कार्यं स्थानिवदादेशो नल्विदौ इत्यनेन भवति इति शास्त्रीयकार्यम् अस्ति इति उक्तम् इति अत्र अतिदिश्यते. अस्तु, अतिदेशसूत्रमस्ति इति कारणात् तत्र स्थानिवद्भावः भवति इति उक्तं. यत्तु यत्र तु स्थानिनी सति निमित्तव्याघातात् क्षमतं न भवति इत्युक्ते तत्र निमित्तस्य उल्लङ्घनं न भवति इति एव वक्तुं शक्नुमः वा? तत्र किं वक्तव्यं, तत्र अकारस्य निमित्तम् आश्रित्य यदि तत्र तृतीयकाले यदि विधिः तत्र अतुपधायाः यः विधिः प्रवर्तते तत्र तु निमित्त तत्र न भवति यतोहि तत्र अकारः कारणेन तत्र स्थानिवद्भावेन अतुपधायाः कार्यं न भवति इति कारणेन तत्र परन्तु निमित्तं नास्ति किल तत्र अन्ते अकारः भवति. निमित्तव्याघातः इत्यस्य अर्थः कः? षष्टितत्पुरुषः निमित्तस्य व्याघातात् न. अस्तु, निमित्तस्य व्याघातः इत्यस्य अर्थः कः? अस्तु, तत्र निमित्तः नश्यति इति वा? तत्र निमित्तस्य नाशः नाशः. अस्तु, तर्हि किमस्ति इत्युक्ते तत्र निच्छप्रत्ययपरे अतुपधायाः कार्यं भवति परन्तु अत्र निमित्तमेव नश्यति यतोहि तत्र उपधावर्णः तत्र थकारः दृश्यते पश्यति न तु अकारः अतः निमित्तमेव नाशः भवति यदि तत्र स्थानिवत् भावः भवति. तस्य अभावस्य अशास्त्रीयत्वात् न अतिदेशः. अस्तु, अतः निमित्तस्य अभावः कारणेन अशास्त्रीयं भवति कार्यं तेन कारणेन अतिदेशः न भवति इति किमर्थं तत्र स्थानिवत् आदेशो नल्विदौ इति कार्यं किमर्थं न भवति इत्युक्ते निमित्तस्य व्याघातात् तत्र अशास्त्रीयकार्यं भवति तेन कारणेन तत्र अतिदेशः न करोति स्थानिवदादेशो नल्विदौ. इदानीम् अत्र तस्य अभावस्य अशास्त्रीयत्वात् न अतिदेशः इत्यत्र तस्य कस्य? तस्य इत्युक्ते तत्र निमित्तव्याघातात् न इति एव भवति न तत्र तस्य इत्युक्ते तत्र निमित्तव्याघातात् न इत्यनेन तस्य अभावस्य अशास्त्रीयत्वात् न अतिदेशः. अस्तु, अस्य अभावस्य निमित्तनाशस्य इति वदति किल, निमित्तनाशस्य अभावः इति वा इति चिन्तयामि. निमित्तनाशस्य अभावः इत्यस्य अर्थः कः? निमित्तनाशस्य अभावः इत्युक्ते तत्र निषेधद्वयमस्ति. अस्तु, क्षम्यताम्. तत्र निमित्तस्य अभावः इति भवति वा तत्र भगिनि? तस्य अभावस्य अशास्त्रीयत्वात् इत्यस्य अर्थः कः? तस्य इत्युक्ते तत्र तत् तत् इत्यनेन कस्य उल्लेखः अत्र? कार्यस्य, यत् इत्यनेन, यत् इत्यनेन कार्यम् उक्तं, तत् इत्यनेन अपि कार्यमेव उक्तं. तस्य कार्यस्य अभावस्य अशास्त्रीयत्वात् न अतिदेशः. अस्तु, कार्यस्य अस्तु. यत्तु इत्यनेन यत् कार्यं तु इति भवति. यत्तु इत्यनेन यत् कार्यम् अस्तु, यत् इत्यं कार्यमस्ति. अस्तु, व्याघातः इत्यनेन विनाशः इत्युक्ते पूर्वमेव उक्तं, निमित्तस्य व्याघातात् विधिः न जायते चेत् तद्विहितकार्यस्य अभावात्. सत्यं, तत्र निमित्तं नास्ति इति कारणात् विधिः न भवति. तत्र विहितं यत् कार्यमपि भवति तदपि न भवति अभावात्. शास्त्रप्रवृत्त्यभावात् अशास्त्रीयत्वात् तादृशस्थले स्थानिवदादेशो नल्विदौ इत्यनेन अधिदेशः स्थानिवद्भावः न भवति. अतः तत्र यत्र शास्त्रप्रवृत्तिः नास्ति, शास्त्रम् इत्युक्ते सूत्रस्य प्रवृत्तिः नास्ति, अशास्त्रीयत्वात् इत्युक्ते तत्र निमित्तस्य नाशः भवति, तादृशस्य स्थले स्थानिवदादेशो नल्विदौ इति सूत्रम् अतिदेशं न करोति. अतः तत्र अन्यत् सूत्रस्य आवश्यकता अस्ति इति कारणेन अचः परस्मिन् पूर्वविदौ इति सूत्रं पाणिनिना रचितम् इति एव. सम्यक्. तर्हि अत्र अवगतं वा सर्वैः? अत्र यदुक्तं तत्र अरुणाभग्नि एकवारं वदति वा अत्र किम् अस्ति. आं भगिनि, अत्र कथधातोः किमर्थं चर्च अस्ति, किमर्थं स्थानिवत् आदेशो अनन्वितौ इति तेन स्थानिवद्भावः न क्रियते इति विवरणं दत्तं. बालमनोरमायां उत्तरमस्ति, प्रथमम् अन्ते आकारः न इत्सञ्ज्ञकः नपुंसक न उच्चारणार्थम् इति भावः. कथधातोः कथ अकार अपि अस्ति धातु अनन्तरं तदनन्तरं ततः कथ इति अदन्तधातुः, अत्र अकारलोपः न भवति, इत्संज्ञा नास्ति, न उच्चारणमस्ति चेत् ततः ततः कथ धातोः निच् समये अतो लोपः इत्यनेन अकारलोपः भूत्वा कति इति धातु नूतनधातु भवति. अनन्तरं शप्रत्ययोजनेन गुणं भवति, अयादेशः भवति, कथयति इति रूपं उत्पन्नं भवति. एतावता बहु सम्यक्, एतावता बहु सम्यक्. अनन्तरं वाक्यं तत्र निचम् आश्रित्य, तत्र निचम् आश्रित्य उपपदवृद्धिम् आशङ्क्याः अल्लोपस्य स्थानवत् भावति इति भावात् अल्लोपस्य भाव स्थानिवद्भावा इति. अतः परस्मिन् नित्यत्वेन इति भावः, इत्यनेन इति भावः, ओ इत्यनेन भावः. अत्र इदं तानि सन्ति शास्त्रीय कार्यं तदेव तत्र निचम् आश्रित्य उपधावृद्धिम् आशङ्क्याः इत्यत्र कः अर्थः? द्वितीय अत उपधा उपधायाः सूत्रमस्ति उपधा अत् वर्णस्य वृद्धि सामान्यतया भवति सूत्रेण. अत्र किं सामान्यतया न भवति किमर्थम् इति सङ्ख्या अस्ति चेत् असङ्ख्या अस्ति चेत् अत्र दत्तम् अलोपस्य स्थानवत् भवति परन्तु न स्थानवत् आदेश अनल्गिदोसूत्रेण. किमर्थम् इति चेत् सति आदेश स्थानिवत् आदेशः स्थानिवत् इति स्वीकरणेन शास्त्रीयकार्यं न भवति अतः अशास्त्रीयं भवति स्थानिवत् आदेश अनल्गिदो इति सूत्रेण. अतः स्थानिवत् आदेश अनल्गिदो इति आदेशः न करणीयम् आदेशः न करणीयम्. सम्यक् भगिनि, उत्तमं, बहु सम्यक्, सम्यक् अस्ति. तर्हि इदानीं बहु समीचीनम्. इदानीं तत्र सरस्वती भगिनी तत्र पुनः एकवारं वदतु, तत्र निचम् आश्रित्य इति आरभ्य अन्तपर्यन्तम् एकवारं प्रतिपादयतु किं किम् अस्ति इति. अस्ति वा सरस्वती भगिनी? आमामां भगिनी श्रूयते न वा? आमां श्रूयते. तर्हि कथ योग निच् ततः न वा कथयोग तत्र निचम् आश्रित्य उपधावृद्धिम् आशङ्क्य आह ततः. अच्छा, उपधावृद्धि द्वितीयपङ्क्तौ अस्ति अन्ते. प्राप्तं वा न भगिनी? अहं न अवगतवती. न कत् धातोः प्रसङ्गे बालमनोरमायं दत्तमस्ति इति अस्ति खलु, तत्र द्वितीयवाक्यस्य अन्ते तत्र निचम् आश्रित्य. एकनिमिष, हा तत्र कथदानं तत्र निजमाश्रित्य उपधानं तर्हि अचः परस्मिन् नित्यम् इति भावः अस्ति परन्तु स्थानिनी शास्त्रीयमित् कार्यम् अस्ति तर्हि स्थानिवद् आदेशो नल् विधौ न तत्र निचम् आश्रित्य उपधावृद्धिम् आशङ्क्याः तत्र किम् अस्ति इति एकवारं प्रतिपादयतु. तत्र निचम् आश्रित्य उपधावृद्धिम् आशङ्क्याः अल्लोपस्य स्थानिवद् भावात् इति. तर्हि निचम् आश्रित्य उपधाः वृद्धिः भवेत् स्थानिवद्भाव स्वीकृत्य अङ्गीकृत्य, परन्तु स्वीकृत्य न भवति, स्वीकृत्य अत्र सा अत्र उपधा अतोपदायाः इत्येव उपधायाः कार्यं न भवति यदि स्थानिवद् आदेशः वयम् अङ्गीकुर्मः. यतोहि अत्र अजादेशः अजलोपः न भवति यदि स्थानिवद् आदेश वयं स्वीकुर्मः तर्हि. परन्तु अचः परस्मिन् नित्यं नित्यनेन हा परस्मिन् नित्यनेन इति भावः अस्ति अतः अत्र स्थानिनी अस्ति तर्हि शास्त्रीयं यत् कार्यम् अस्ति स्थानिवद् आदेशो नल् विधौ इत्यत्र यत् यद् निमित्तस्य नाशः अस्ति तस्य अभावस्य अशास्त्रीयत्वात् अतिदेशः भवति अतः यत् अशास्त्रीयत्वात् अतिदेशः शास्त्रीयत्वात् अतिदेशः भवति अभावस्य अभावस्य अशास्त्रीय इत्युक्ते शास्त्रीयस्य नाशः शास्त्रीयत्वात् इत्युक्ते तत्र स्थानिनी सति शास्त्रीयं यत् कार्यं तदेव स्थानिवत् आदेशो अनल्विधौ इत्यत्र अतिदिश्यते इत्युक्ते यत्र शास्त्रीयं कार्यं वर्तते तत्र स्थानिवत् आदेशो अनल् विधौ इत्यनेन अतिदेशः भवति भवति परन्तु यदि अशास्त्रीयमस्ति तर्हि इत्युक्ते निमित्तस्य नाशः यदि जायते तर्हि तत्र कार्यस्य अभावात् अथवा शास्त्रप्रवृत्ति अभावात् अशास्त्रीयत्वात् तादृशस्थाने स्थानिवदादेशो नल् विधौ अनेन सूत्रेण स्थानिवद्भावः न भवति इदानीम् अत्र अतोपदायः इति सूत्रस्य विषये निमित्तव्याघातः कथं भवति तत्र अजादेशः अजा अकारस्य लोपः भवति तद् आदेशः अस्ति आदेशस्य लोपः अस्ति स्थानिवद् यदि वयं चिन्तयामः तर्हि तत्र अकार तिष्ठति तर्हि यदि अकारः तिष्ठति तर्हि स्थानिवद् अस्ति चेत् अकारः अस्ति तर्हि अतोपधायाः कार्यं स्थानिवद् आदेशो नल् विधौ अतोपधायाः कार्यं न तर्हि अत उपधायाः कार्यं न प्रवर्तते तत्र निमित्तव्याघातः कथं भवति इदानीं निमित्तं कथं नश्यति निमित्तं नश्यति इत्युक्ते अत एव निमित्त तर्हि अत्र उपधायः अकारः इत्युक्ते हल् हल् नास्ति न अकारस्य लोपः आदेशः तत्र अस्ति मध्ये मध्ये न श्रूयते किञ्चित् दूरं गच्छति वा भवती न न न अहम् एकस्मिन् स्थाने एव अस्मि इत्युक्ते यत्र निमित्तव्याघातः इत्युक्ते अतोपदायः इत्यत्र निमित्तमस्ति उपदायम् अकारः इदानीं स्थानिवद्भावः स्वीक्रियते चेत् तत्र उपदायम् अकारः इदानीं नश्यति खलु नश्यति नश्यति तत्र हल् आगच्छति थकार आगच्छति इति कृत्वा कार्यस्य अभावः वृद्धिकार्यस्य अभावः अभावः इत्युक्ते निषेधः निषेधः भवति इति कृत्वा अशास्त्रीयम् यत्र अशास्त्रीयं कार्यमस्ति यत्र निमित्तस्य व्याघातः भवति तत्र यदा निमित्तस्य व्याघातः भवति तदानीं तत् कार्यस्य निषेधः अपि जायते अत्र अतोपदायाः इति सूत्रे उपदायाः नाशः जायते उपदायां यः अकारः तस्य नाशः जायते इति कृत्वा वृद्धिकार्यस्य निषेधः जायते एतादृशसन्दर्भेषु स्थानिवदादेशो अनल् विधौ इत्यनेन स्थानिवद्भावः न स्वीक्रियते शास्त्रस्य प्रवृत्ति अभावात् अशास्त्रीयत्वात् अवगतं खलु आमां धन्यवादः भगिनि सम्यक् सम्यक् तर्हि अत्र स्थगनं कुर्मः अस्मिन् विषये पुनः अग्रिमसप्ताहे इतोपि एकवारं परिशीलयामः सर्वैः बुद्धं वा न वा इति तर्हि अत्र स्थगनं कुर्मः धन्यवादः नमस्कारः क्षम्यतां धन्यवादः भगिनि नमस्कारः धन्यवादः धन्यवादः